अस्तु, नमस्कारः सर्वेभ्यः. अस्माकं 2050 न्यायचिन्तनवर्गे सर्वेषां स्वागतम् अस्ति. अद्यतनविषयः अस्ति परामर्शः. तत्र तस्मिन् किम् अस्ति इति अस्माभिः पूर्वं वर्गद्वये दृष्टं, तत्र रामप्रिया भगिनी न आसीत्. तत्र परामर्शः इति कः इति कोऽपि स्मारयति वा ताम्? लक्ष्मी भगिनी. आम् आम्, परामर्शः इति ज्ञानम् अस्ति, व्यापारमिति वक्तुं शक्यते खलु. परामर्शः इति ज्ञानम् इत्युक्ते परामर्शः एव अनुमितिः, परामर्शेण अनुमतिः जायते. यदा व्याप्तिविशिष्ट तस्य लक्षणं पूर्वस्मिन् पृष्ठे अस्ति इत्युक्ते यदा वयं पर्वते धूमः पश्यामः, अनन्तरं धूमं दृष्ट्वा अनन्तरं यदा एतत् एषः धूमः व्याप्तिविशिष्टधूमः इति ज्ञानं यत् आगच्छति तत् परामर्शः इति उच्यते. अनन्तरं तेन परामर्शेण पर्वतः वह्निमान् इति अनुमति इति अन्यप्रकारकज्ञानं भवति. तत्र व्याप्तिविशिष्टधूमः अस्ति, धूमः व्याप्तिविशिष्टः इति केवलं परामर्शं ज्ञानं वा अन्य किमपि अस्ति वा? व्याप्तिविशिष्टधूमः इति अस्तु, अहं सम्यक्तया तत् न वक्तुं शक्नोमि महोदय. सम्यक् उक्तवती, इति एकभागः यद् भवती उक्तवती सः एकभागः, धूमः व्याप्तिविशिष्टः इति एकभागः. अपरभागः कः सरला भगिनी? अपरभागः पक्षधर्मः. द्वितीयं ज्ञानं किं? पक्षधर्मता ज्ञानं, व्याप्तिविशिष्ट धर्म पक्षधर्मता द्वयोः ज्ञानं. पक्षधर्मता इत्युक्ते युगपद् परामर्शज्ञानं ज्ञायते. पक्षधर्मता इत्युक्ते किं? पक्षधर्मता इत्युक्ते विशिष्ट वैशिष्ट्य यत् सम्बन्धः अस्ति तत्र धर्म भवति विशिष्ट धूम अस्माकं प्रकृति उदाहरणे धूम यत् वह्न्या व्याप्त अस्ति तद् धूम पक्ष अस्ति पर्वत तयोः मध्ये संयोगसम्बन्धः अस्ति तत् भवति पक्षधर्मता. पक्षधर्म सम्बन्धस्य विषयः अस्ति अत्र. सो विशिष्ट वैशिष्ट्य अवगाहि ज्ञान समूहसम्बन्धात् एक विध ज्ञानम् अस्ति परामर्शज्ञानम् अपि. तत्र सारांशेन वदामश्चेत् लक्ष्मी भगिनी, व्याप्तिविशिष्ट धूमः अस्मिन् पर्वते अस्ति इति. अस्तु, एषः पर्वतः व्याप्तिविशिष्टधूमवान् इति परामर्शः. तत्र ज्ञानद्वयं, व्याप्तिविशिष्टः अपि च परामर्शात् पूर्वं परामर्शे ज्ञानद्वयं, धूमः व्याप्तिविशिष्टः अपि च तादृशधूमः अस्मिन् पर्वते अस्ति. पर्वतः इत्युक्ते पर्वतहेतोः सम्बन्धः, व्याप्तिविशिष्टधूमः हेतुः. अस्तु, प्रथमं प्रत्यक्षज्ञानं भवति पर्वतः धूमवान् इति, अनन्तरं एतत् एषः धूमः वह्निव्याप्यः इति इति परामर्शः ज्ञानं न इति अन्यज्ञानं व्याप्तिज्ञानं द्वयोः मिलित्वा परामर्शः इति उच्यते. आं महोदय, एतत्तु अस्माकं 190 पेज् मध्ये अस्ति किल, यत् इदानीं चर्चा अभवत् तदेव. आमां, तस्य लक्षणवाक्यम् अस्ति तत्र. अस्तु, पुनः किमपि लक्षणवाक्यं किम् अस्ति? व्याप्तिविशिष्टधर्मता ज्ञानं परामर्श इति लक्षणवाक्यम् अस्ति. यथा वैन्याव्याप्य धूमवानयम् अयं पर्वत इति ज्ञानपरामर्श, तद्जन्य वैमानपर्वत इति ज्ञानम् अनुमिति. तस्मात् अयं पर्वत वैनिमान् इति ज्ञानम् आगच्छति, अनुमिति ज्ञानं. 189 अन्तिमभागे अस्ति यत् भगिन्या उक्तं, खलु? इति लक्षणवाक्यम् अस्ति. अपि च व्याप्तिः, तस्य लक्षणवाक्यं किं राजेन्द्रमहोदय स्मारयति वा? आम् महोदय, साध्य अभाव अधिकारणवृत्तित अभावः व्याप्तिः. अस्ति, तस्य चित्रम् अस्ति पेज् 186, तत्र चित्रमस्ति, चित्रं 139. तस्मिन् विषये अद्य किञ्चित् चर्चा भवति, तदर्थं परिचयत्वेन मया उक्तम्. अस्तु, आरम्भामहे. तद् लक्ष्मीभगिनी पठति वा सम्बन्धस्य प्रकारता अवच्छेदकत्वम् इति आरम्भविषयः? तस्मिन् मध्ये पूर्वपाठनात् किमपि वक्तव्यं चेत् योजयामः. महोदय, पूर्वस्मिन् कक्ष्याम् अहं न आसम्, तत्र ध्वनिमुद्रणं किञ्चित् श्रुतवती, तत्र सम्बन्धः सम्बद्धम् इति पदस्य अर्थम् अहं सम्यक् न अवगतवती. द्वितीयपरिच्छेदे अस्ति खलु, तया सम्बद्धं ज्ञानमिति अर्थः प्रतिभाति तत्र. पुस्तकम् उत्पीठिकायाम् अस्ति, उत्पीठिका च पुस्तकं सम्बद्धः. पुस्तकम् उत्पीठिकया सम्बद्धः, अस्तु. केन सम्बन्धेन? संयोगसम्बन्धेन. अत्र सम्बद्धं ज्ञानम् इत्युक्ते तया व्याप्त्या सम्बद्धं ज्ञानम् इति प्रतिभाति. राजेन्द्रमहोदयेन उक्तं, साध्य अभाव अधिकरणवृत्तित्व अभावः एव व्याप्तिः. तत्पूर्वम् प्रतिपदम् उक्तं, व्याप्त्या सम्बद्धं ज्ञानम् इति पूर्वस्वाक्यस्य अर्थः. व्याप्तिविशिष्टपक्षधर्मता ज्ञानं, तत्र व्याप्तिसम्बद्धं ज्ञानं, व्याप्त्या सम्बद्धं ज्ञानम्. तत् परिच्छेदः किञ्चित् क्लेशकरम् आसीत्, यतोहि तत्र कथम् उक्तं, तत्र प्रायः धनुमुद्रं श्रुत्वा भवती अवगतवती. प्रश्नः अस्ति चेत् पृच्छतु, चेत् अग्रे गच्छामः वा? अग्रे गच्छामः. अस्तु, कुत्र आरम्भं करणीयं? तत्र सम्बन्धस्य प्रकारता अवच्छेदकत्वं, तत्र एकः पदार्थः यदा अपरपदार्थे विशेषणीभूय ज्ञाने विषयी भवति तदा तयोः सम्बन्धोऽपि नियमेन ज्ञानेन प्रकाश्यते. तत्र सम्बद्धे या ज्ञानीया विषयता तैव संसर्गता इति चिन्तितमेव अस्माभिः तत्र तथा च तत्र. अस्तु, पूर्व कियत्पर्यन्तं पठनीयं महोदय? तावत् वदतु कृपया अग्रे. अस्तु, यदि तत्र एकः पदार्थः यदा अपरपदार्थे विशेषणीभूयः, इत्युक्ते द्वयोः पदार्थयोः मध्ये विशेष्यविशेषणभावः अस्ति विशेषण विशेषभावः अस्ति, तदा तत्र ज्ञाने ज्ञाने विषयी भवति, तदा ज्ञाने ज्ञाने विषयी भवति तदा तयोः सम्बन्धोऽपि नियमेन ज्ञानेन प्रकाश्यते. अस्तु, यदा द्वयोः पदस्योः मध्ये विशेष्यविशेषभावः अस्ति, ज्ञाने अपि विशेष्यं विशेषणं विशेष्यविशेषणयोः मध्ये यत् सम्बन्धः अस्ति तत्सर्वं ज्ञाने विषयः भवति. इत्युक्ते विशेष्यं संसर्गता विशेषणाः च ज्ञानस्य विशेषः ज्ञानस्य विषयः विषयाः भवन्ति. तस्य उदाहरणं किम्? इदानीम् उदाहरणम् इत्युक्ते भूतलं भूतलं घटवत् इति वदनेन भूतलस्य विशेषणमस्ति घटः, भूतलं विशेष्यं, तयोः मध्ये संयोगसम्बन्धः अस्ति संसर्गता. भूतलं घटः तयोः मध्ये सम्बन्धः, तत्र त्रयः विषयः, तत्र ज्ञानस्य त्रयः पदार्थाः ज्ञानस्य विषयाः. अस्तु, तत्र सम्बन्धे या ज्ञानीया विषयता सैव संसर्गता इति चिन्तितमेव अस्माभिः तत्र तत्र. अस्तु, तत्र सम्बन्धे अस्तु ज्ञाने अस्तु विशेषविशेष्योः विशेष्यविशेषणयोः मध्ये यत् सम्बन्धः अस्ति तत्र तस्य अपरं नाम अस्ति संसर्गता. न सम्बन्धः अस्ति तत् यदा ज्ञानस्य विषयः भवति तदानीं संसर्गता इति उच्यते खलु महोदय, इति पूर्वमेव वयं दृष्टवन्तः. अस्तु, प्रकारता संसर्गता विशेषता इति आसीत् खलु? आमां, तत्रैव अत्र वर्गे उक्तं. वदतु वदतु. हा, संसर्गता इति सम्बन्धस्य अपरं नाम इति वदामः वा, नो चेत् ज्ञानस्य विषयः भवति इति कृत्वा तत् संसर्गता इति अपरं नाम तस्य. भवती उक्तवती द्वितीयं, ज्ञानस्य विषये भवति तदा संसर्गता इति. अस्तु अत्र अज्ञानीया विषयता इति उक्तं खलु, तस्मिन् विषये वर्गे किमपि उक्तम् इत्युक्ते अन्यस्य कस्य विषयता भवति ज्ञानं विहाय, इत्युक्ते इच्छायाः विषयः भवति, कृतेः विषयः भवति खलु, इच्छायाः विषयता भवति. तदर्थम् अत्र ज्ञानीया विषयता इत्युक्ते न इच्छायाः विषयता न तु कृतेः विषयता, क्रियायाः विषयता, ज्ञानीया विषयता. अस्तु, साधु. अग्रे राजेन्द्रमहोदय पठति वा? तथा च परामर्शे मुख्यप्रकारः वणिः अभावे प्रतियोगितासम्बन्धेन भासते. साध्य अभावः वह्नि अभाव अधिकरणे स्वरूपसम्बन्धेन वह्नि अभाव अधिकरणं वृत्तित्वे निरूपितत्वसम्बन्धेन वह्नि अभाव अधिकरणवृत्तित्वम् अभावे प्रतियोगितासम्बन्धेन वह्नि अभाव अधिकरणवृत्तित्व अभाव धूमे स्वरूपसम्बन्धेन एवं वह्नि अभाव अधिकरणनिरूपितवृत्तित्व अभाव अभाव धूमः पर्वते आमां वृत्तित्व अभाववत् धूमः पर्वते संयोगेन प्रकारी भवति इति वह्नि अभाव अधिकरणवृत्तित्व अभावरूपा या व्याप्तिः तन्निष्ठ विषयिता निरूपकत्वम् इव धूमपर्वतसंयोगादिनिष्ठ सांसर्गिकविषयितानिरूपितकत्वं तादृशपरामर्शस्य अक्षतम् एव. अत्र परामर्शे तत्र मुख्यप्रकारः वह्नि अस्ति तत्र वह्नि अभावे वह्नि अभावः वह्नि अभावे प्रतियोगितासम्बन्धेन भासते अस्ति तत् साध्य अभाव वह्नि अभाव अधिकरणे स्वरूपसम्बन्धेन अत्र यथा वयं तत् षड् अशीति अधिक एकशततमे पुत्रे पुटे तत्र तत् चित्रं पश्यामः तत्र अस्ति किञ्चित् स्पष्टा जायते. प्रथमं तु वह्नि अभाव प्रतियोगितासम्बन्धेन वास्ते साध्य अभाव वह्नि अभाव अधिकरणे स्वरूपसम्बन्धेन अस्ति वह्नि अभाव अधिकरणं वृत्तित्वे तत्र निरूपितत्वसम्बन्धेन वह्नि अभाव अधिकरणवृत्तित्वम् अभावे प्रतियोगितासम्बन्धेन वह्नि अभाव अधिकरणवृत्तित्व अभावः धूमे स्वरूपसम्बन्धेन एवं वह्नि अभाव अधिकरणनिरूपितवृत्तित्व अभावत् धूमः पर्वते संयोगेन प्रकारी भवति इति वह्नि अभाव अधिकरणवृत्तित्व अभावरूपा या व्याप्तिः तन्निष्ठविषयिता निरूपकत्वम् इव धूमपर्वतसंयोगादिनिष्ठसांसर्गिकविषयिता निरूपकत्वम् अपि तादृशपरामर्शे अक्षतम् एव. किञ्चित् बृहत् शब्दात् वस्तुतः क्लेशकरं नास्ति. तत्र पूर्वस्मिन् पुटे 188 तमे पुटे चित्रमस्ति खलु, अभावः विशेष्यता अभावत्वं प्रकारता इत्यस्ति खलु. आमामां तत्र अवच्छेद्य अवच्छेदकभावः तत्र चित्रे दर्शितम्. अभावः क्षम्यताम् अभावः विशेष्यता अवच्छिन्नप्रकारता, अभावत्व अवच्छिन्नप्रकारता, अभावनिष्ठप्रकारता इति प्रकारतायाः अवच्छेदक अवच्छेद्यभावः त्रयं पूर्वं पठितं खलु. तत्र रामप्रिया भगिन्या कृते वदामि, तत्र सः परामर्शस्य यः निरूपणमस्ति भगिनि, तत्र 187 तमे पुटे द्वितीयपरिच्छेदः तथा च कृपया पठतु कृपया तथा च. आम् तथा च वह्निनिष्ठप्रकारतानिरूपितविशेष्यता आश्रय अभावनिष्ठप्रकारतानिरूपित विशेष्यता आश्रय अधिकरणनिष्ठप्रकारतानिरूपित विशेष्यता आश्रय वृत्तित्वनिष्ठप्रकारतानिरूपित विशेष्यता आश्रय अभावनिष्ठप्रकारतानिरूपित विशेष्यता आश्रय धूमनिष्ठप्रकारतानिरूपित पर्वतनिष्ठविशेष्यतानिरूपकज्ञानं परामर्शः पर्वतः वह्नि अभाव अधिकरणनिरूपितवृत्तित्व अभाववत् धूम अभाववत् धूमवान् इति आकारकः संक्षेपतश्च पर्वतः वह्नि व्याप्य धूमवान् इति आकारकः. पर्वतः वह्नि व्याप्य धूमवान् इति आकारस्य दीर्घवाक्यमासीत् किल. तथैव अस्ति. अतिसरलरीत्या वदामश्चेत् पर्वतः वह्नि व्याप्य धूमवान् इतोपि शब्दान् प्रयुज्य पर्वतः वह्नि अभाव अधिकरणनिरूपितवृत्तित्व अभावधूमवान् इतोपि अधिकशब्दान् वदामश्चेत् भवति पठति वह्निनिष्ठप्रकारः. तत् चित्रं यत् अस्ति 186 तमे पुटे चित्रमस्ति तत्र सोपानेन सः गच्छति. हा वह्निनिष्ठप्रकारता निरूपित विशेषता आश्रय अभावनिष्ठप्रकारता निरूपित विशेषता आश्रय अधिकरणनिष्ठ तत्र अस्ति चैन् इव अस्ति. तत् चैन् यत् अस्ति तस्यैव वर्णनमस्ति अस्मिन् वाक्ये. तत्तु अस्तु इदानीं 188 तमे पुटे तत् वाक्यं स्वीकृत्य यत्र अभावनिष्ठा इति सर्वम् आसीत् यत्र आश्रयपदं यत्र आसीत् तस्य स्थाने अवच्छेद अवच्छेदकभावपदम् आनीतवन्तः तत्र 188 तमे पुटे अन्तिम अधोभागे यत् परिच्छेदः अस्ति तत्र द्वितीयवाक्यं पठतु वह्नित्वा अवच्छिन्न तस्मात् वह्नित्वा अवच्छिन्न प्रकारता निरूपित विशेष्यत्व अवच्छिन्न अभावत्वा अवच्छिन्न अभावनिष्ठ प्रकारता निरूपित विशेष्यत्व अवच्छिन्न अधिक विशेष्यत्व अवच्छिन्न अधिकरणत्व अवच्छिन्न अधिकरणनिष्ठ प्रकारता निरूपित विशेष्यत्व अवच्छिन्न वृत्तित्वत्व अवच्छिन्न वृत्तित्वनिष्ठ प्रकारता निरूपित विशेष्यत्व अवच्छिन्न अभावत्व अवच्छिन्न अभावनिष्ठ प्रकारता निरूपित विशेष्यत्व अवच्छिन्न धूमत्व अवच्छिन्न धूमनिष्ठ प्रकारता निरूपित पर्वतत्व अवच्छिन्न विशेष्यता निरूपकं ज्ञानं परामर्शः अस्तु यत् पूर्वं भवत्या पठितं स एव अर्थः दीर्घरूपेण विस्तारेण अवच्छेदक अवच्छेद अवच्छेद्य भावः उपयुज्य पुनः उक्तम् इदानीम् अद्यतनविषये तत्र प्रकारता अपि अवच्छेदकं भवति कथं यत्र इत्युक्ते सम्बन्धः यदस्ति सम्बन्धस्यापि अवच्छेदक अवच्छेदकभावः अस्ति कथं यत्र वह्नि अभावयोः तत् चित्रे 186 चित्रे पश्यतु वह्नि अभावः वह्नि अभावः तयोः मध्ये कीदृशसम्बन्धः वह्नि अभावम् अभावं प्रति किम् अस्ति प्रतियोगिता प्रतियोगी अस्ति प्रतियोगितासम्बन्धेन अवच्छेद्य अग्रे अभाव अधिकरणं तयोः मध्ये कः अभावः स्वस्य अधिकरणे स्वरूपसम्बन्धेन अस्ति अधिकरणं वृत्तित्वे कथम् केन सम्बन्धेन अस्ति वृत्तित्वम् इत्युक्ते आधेयत अधिकरणस्य आधेयत निरूपयति अधिकरणम् आधेयत निरूपयति खलु तयोः मध्ये निरूपितत्वसम्बन्धः पुनः वृत्तित्वम् अभावः तयोः कः सम्बन्धः प्रतियोगितसम्बन्धः पुनः अभावधूमयोः स्वरूपसम्बन्धः धूमपर्वतयोः संयोगसम्बन्धः तत् इदानीं सम्बन्धं तस्मिन् दीर्घवाक्ये आनयति वह्नि अभावे प्रतियोगितासम्बन्धेन अभावः अधिकरणे स्वरूपसम्बन्ध अत्र किम् उक्तं वह्नि अभावे प्रतियोगितासम्बन्धेन वह्नि अभावः साधु अभावः इत्युक्ते अधिकरणे स्वरूपसम्बन्धेन इदानीं चेन् करोति वह्नि अभाव अधिकरणं वृत्तित्वे निरूपितत्वसम्बन्धेन वह्नि अभाव अधिकरणवृत्तित्वम् अभावे प्रतियोगितासम्बन्धेन वह्नि अभाव अधिकरणवृत्तित्व अभावः धूमे स्वरूपसम्बन्धेन अग्रे वह्नि अभाव अधिकरणनिरूपितवृत्तित्व अभाववत् धूमः पर्वते संयोगेन इत्युक्ते योजयति पदं पदं योजयति वह्निः अभावः वह्नि अभाव अधिकरणं वह्नि अभाव अधिकरणनिरूपितवृत्तित्वं वृत्तित्व अभावः तादृश अभाववत् धूमः तत्र तृतीय अभावत् पर्यन्तं सर्वं व्याप्तिः मम सर्वदा भ्रमः भवति इत्युक्ते तत्र अधिकरणम् अति अधिकरणम् अस्ति खलु वह्नि अभावः अधिकरणं वह्नि अभावः अधिकरणम् इत्युक्ते यदा पर्वतः वह्नि पर्वतयोः मध्ये कीदृशसम्बन्धः संयोगसम्बन्धः खलु. सत्यं. किन्तु धूमः धूमः वह्नेः मध्ये संयोगसम्बन्धः न इति वक्तुं शक्यते. किमर्थं चेत् धूमः सर्वत्र सर्वत्र सर्वत्र गच्छति. वह्निमूलकारभ्य सर्वत्र गच्छति इति कृत्वा एतादृशदीर्घ दीर्घवाक्यं. सत्यं. वह्निधूमयोः व्याप्तिसम्बन्धः अस्ति खलु. आमाम्. एकः एकः व्यापकः अपरः व्याप्यः. व्याप्यव्यापकसम्बन्धः अस्ति अत्र. मम मनसि भ्रमः किमर्थं जायते इत्युक्ते धूमः अपि पर्वते संयोगसम्बन्धेन अस्ति. वह्निः अपि पर्वते संयोगसम्बन्धेन अस्ति. तत्र द्वयोः मध्ये समानाधिकरणं पर्वतः पर्वतहेवि पर्वत अधिकरणम् इति भ्रमः आगच्छति. न, समानाधिकरणम् अवश्यमस्ति. तदेव अद्य किञ्चित् अग्रे आगच्छति. समानाधिकरणम् साहचर्यम् इति अग्रे अग्रिमे पुटे आगच्छति. कृत्वा आगच्छति. अत्र वह्नि अभावाधिकरण इत्युक्ते वह्नि अस्ति, तस्य अभावः कुत्र अस्ति? जले. उदाहरणं जलं. तस्मिन् अधिकरणे, वह्नि अभावाधिकरणे, तत्र धूमस्य तत्र धूमस्य अधिकरणं न भवति. तत्र आधेयता आधेयतायाः वृत्तित्वस्य अभावः अस्ति इति व्याप्तिविषयः. वह्नि यत्र वह्नि अभावः अस्ति तस्मिन् अधिकरणे वृत्तित्वधूमस्य अपि अभावः अस्ति. अस्तु अस्तु. तथा न, किञ्चित् भिन्नरीत्या वक्तव्यम्. सत्यं. तथा तथा वक्तव्यं खलु. सत्यं. यत्र वह्निः नास्ति तत्र धूमः कदाचित् कदापि न भवति. यस्मिन् अधिकरणे वह्निः नास्ति तस्मिन् अधिकरणे धूमस्य अपि अभावः अस्ति. वृत्तित्व अभावः. अधेयतायाः अभावः अस्ति. तत्र धूमः न भवति. यत्र वह्निः नास्ति तत्र धूमः न भवति. अस्तु अस्तु महोदय. इति कथनस्य आशा सम्यक् अपि सारांशरूपेण वदामश्चेत् तथा अस्ति. अस्तु, इदानीं सरला भगिनी पुनः पठति वा तत्र तथा च परामर्शे मुख्यप्रकारः. मन्दं मन्दं पठतु हा. तथा च पुनः यत् राजेन्द्रमहोदयेन पठितम् एकवारं पुनः परामर्शे. तत्र एकपदार्थः यदा अपरपदार्थे विशेषणे भूय ज्ञाने विषये भवति तदा तयोः सम्बन्धोऽपि नियमेन ज्ञानेन प्रकाश्यते. तत्र सम्बन्धे या ज्ञानीयविषयता सैव संस्कृता इति चिन्तनमेव अस्माभिः तत्र तत्र तथा च परामर्शे मुख्यप्रकारवर्णि अभावे प्रतियोगितासम्बन्धेन भाषते. साध्याभाव वैन्याभाव अधिकरणे स्वरूपसम्बन्धेन वैन्याभाव अधिकरणं वृत्तित्वे निरूपितत्वसम्बन्धेन वैन्याभाव अधिकरणवृत्तित्वम् अभावे प्रतियोगितासम्बन्धेन वैन्याभाव अधिकरणवृत्तित्वभावधूमे स्वरूपसम्बन्धेन एवं वैन्याभावाधिकरणनिरूपितवृत्तित्वाभाववत् धूम पर्वते संयोगेन प्रकारी भवति इति वैन्याभाव अधिकरणवृत्तित्वभावरूपा या व्याप्ति तन्निष्ठविषयता निरूपकत्वं धूमपर्वतसंयोग आदि निष्ठ आदिनिष्ठ सांसर्गिकविषयता निरूपकत्वम् अपि तादृशपरामर्शस्य अक्षतम् एव. इदानीं सम्बन्धं सर्वदा सर्वमुक्तम्. अत्र पङ्क्तिद्वयम् अन्तिमभागः, तस्य विवरणं वदति वा? एवं वैन्याभाव अधिकरण निरूपितवृत्तित्वाभावति संयोगेन प्रकारी भवति. यदि वयं चित्रं पश्यामः सो वैन्या धूमपर्यन्तं यः अभावः अस्ति तत् अस्ति वैने निष्ठ अभाव अधिकरणवत् वृत्तित्वाभावधूम इति व्याप्ति तस्य विवरणम् अस्ति. तत्र वैन्याभाव अधिकरणवत् वृत्तित्व अभाव यद् धूमे अस्ति तत् निष्ठप्रकारता अस्ति, यस्य प्रकारता दृश्यते तत् निष्ठप्रकारता व्याप्ति तन्निष्ठ विषयता निरूपकत्वं ज्ञानं सा प्रकारता निरूप्यति विशेषता या विशेषता पर्वतनिष्ठविशेषता अस्ति ता पर्वतनिष्ठविशेषता पर्वतत्वधर्म यत् अस्ति तस्मात् अविच्छिन्ना भवति. सो पर्वतत्वनिष्ठ विशेषता पर्वतत्व अवच्छिन्ना विशेषता इति अस्ति तत् भवति पक्षधर्मता. यदि सा प्रकारता धूमनिष्ठ यत् वयम् उक्तवन्तः वन्याभाववत्करणवत् वृत्तित्वाभाववत् प्रकारता सा निरूप्यति पर्वतनिष्ठविशेषता पर्वत अवच्छिन्ना विशेषता तत् द्वयोमध्ये यः सम्बन्धः अस्ति प्रकारता विशेषता द्वयोमध्ये संयोगसम्बन्धः अस्ति सो ता भवति संयोगसम्बन्ध अवच्छिन्ना. सो यदि संक्षेपे वदामि वैन्याव्याप्यधूमनिष्ठप्रकारता संयोगसम्बन्ध अवच्छिन्ना पर्वतत्व अवच्छिन्ना पर्वतनिष्ठविशेषतारूपकज्ञानम् इति भवति परामर्शज्ञानम्. तयोर्मध्ये यदि वयं पर्वतत्वच्छिन्ना पर्वतनिष्ठविशेषता वदामः तत्र अस्ति पक्ष. यदि संयोग अवच्छिन्ना वदामः तत् भवति पक्षधर्मता. यदि वयं व्याप्तिविशिष्टधूम वदामः तत् भवति व्याप्तिज्ञानं. द्वे ज्ञाने आगच्छति तस्मिन्. सम्यक् भगिनि. अस्तु, अस्मिन् परिच्छेदे प्रश्नः अस्ति वा? अस्तु, नो चेत् अग्रे लक्ष्मी भगिनी पठति वा? एतादृशविस्ताराः अस्तु. आम् आं महोदय. अस्तु, चतुरशीति अधिकम् एकशतं पुटे यः चित्रमस्ति तत्र सम्बन्धः दत्तमस्ति. यथा वयम् इदानीं कुर्वन्तः प्रतियोगितास्वरूपनिरूपतत्व प्रतियोगितसम्बन्ध कुत्र भगिनि, कस्मिन् पुटे? 181 कस्मिन् पुटे महोदय? क्षम्यताम्, 184 बहु विस्तरेण धन्यवादः. अग्रे एतादृश लक्ष्मी भगिनी पठति वा? एतादृशविस्तरः तु एतादृशविस्तरस्तु वक्तित्वविधर्मवत् संसर्गस्यापि प्रकारता अवच्छेदकत्व बोधनाय कृतः. पूर्वं प्रकारतादीनां निरूपणे समानादिकरणधर्माणां वह्नित्व अभावत् आदीनामिव समानादिकरणं विषयतानामपि विशेष्यत्वप्रकारत्वरूपाणाम् अवच्छेदकत्वं विशेष्यता अवच्छिन्न अभावत्व अवच्छिन्न अभावनष्टप्रकारता इत्येवं रीत्या अभिहितम् अस्तु. एतादृशविस्तरस्तु वह्नित्व आदिधर्मवत् वह्नित्वादिधर्मवत् सम्पर्कस्यापि प्रकारता अवच्छेदकत्वबोधनाय कृतः अस्तु. अस्तु, विस्तरेण इतः सहितं विस्तरेण पठितवन्तः तत् वह्नित्वमिति वह्नित्वादिधर्मवत् वह्नित्वादिधर्मवत् इत्युक्ते वह्नित्वमिति धर्मः वह्नित्वादि तत्र कस्य इत्युक्ते यदि पेज् 186 चित्रं पश्यामः चेत् वह्नि इति उपरि अस्ति तस्य प्रकारता तत्र आरभ्य वह्नौ प्रकारता अस्ति खलु. तर्हि तादृशप्रकारता वह्नित्व अवच्छिन्नः अस्ति. आम्, वह्नित्वधर्मेण अवच्छिन्नः प्रकारता. यथा वह्नित्वादिधर्मेण प्रकारताय अवच्छेदकत्वं भवति तथा एव संसर्गस्यापि प्रकारता अवच्छेदकृतबोधनाय पूर्वस्मिन् परिच्छेदे सर्वम् उक्तम्. अत्र संसर्गता इति वह्निभूमयोः मध्ये संसर्गता अपि च धूमपर्वतयोः मध्ये संसर्गता खलु. अत्र वह्नि अभावयोः अभाव अधिकरणयोः अधिकरणवृत्तित्वयोः सर्वं पूर्वस्मिन् परिच्छेदे तत्सर्वं संसर्गता एव खलु. तेषां प्रकारता अवच्छेदकत्वबोधनाय उक्तं पूर्वस्मिन् परिच्छेदे इति प्रथमस्य वाक्यस्य कथनस्य आशा. अग्रे पूर्वं प्रकारता आदीनां निरूपणे समानादिकरणधर्माणां वह्नित्व अभावत्व आदीनामिव समानादिकरणविषयतानामपि अस्तु. पूर्वं प्रकारतादीनां निरूपणे इत्युक्ते प्रकारतादीनां निरूपणे इत्युक्ते पुनः चिन्तयामि पेज् 186 तत्र 187 188 तमे पुटे चित्रमस्ति खलु प्रकारता विशेषता अभावः अभावत्वम्. आमाम्, तत्र प्रकारता कीदृशः विशेष्यता अवच्छिन्नः अभावत्व अवच्छिन्नः इति आसीत् खलु. सत्यं अभावनिष्ठः इति आसीत् तस्यैव अत्र समानाधिकरणधर्माणाम् इत्युक्ते तत्र अभावः अधिकरणं तत्र विशेषता अभावत्वं प्रकारता इति त्रयोः अपि समानाधिकरणमस्ति त्रयोः मध्ये. समानाधिकरणं धर्माणां वह्नित्व अभावत्व आदीनाम् इव वह्नित्व अभावत्व आदीनामिव समानाधिकरणविषयतानामपि तस्मिन् चित्रे अभावः अस्ति किन्तु वह्नि इति स्थापयामश्चेत् वह्नौ वह्नित्वम् अस्ति अभावः हा विशेषता अस्ति सर्वमस्ति खलु तथा. अस्तु, वह्नित्व अभावत्व आदीनामिव समानाधिकरणविषयकाणामपि विशेष्यत्वप्रकारत्वरूपाणाम् अवच्छेदकत्वम् अस्तु विशेष्यत्व अस्तु पुनः 188 तमे पुटे अदु अन्तिम भवति पठितवती खलु वर्तित्व अवच्छिन्न प्रकारता निरूपित विशेषत्व अवच्छिन्न तत्र विशेषत्वप्रकारत्वरूपाणाम् अवच्छेदकत्वं विशेष्यता अवच्छिन्न अभाववत् विशेष्यता अवच्छिन्न अभाववत् अस्तु विशेष्यता अवच्छिन्न अभाववत् अवच्छिन्न अभावनिष्ठप्रकारता इत्येवं रीत्या अभिहितम् अस्तु तत् पुनः तस्मिन्नेव पुटे प्रकारता विशेष्यता अवच्छिन्न विशेष्यता अवच्छिन्न अभाववत्व अवच्छिन्न अभावत्वम् अवच्छिन्न अभावनिष्ठप्रकारता इति प्रकारतायाः विशेषणमिति वक्तुं शक्तुं प्रकारतः यथा तत्र उक्तं विशेषत्व अवच्छिन्न अभावत्व अवच्छिन्न अभावनिष्ठप्रकारता इति उक्तम्. इदानीम् अभावनिष्ठप्रकारता तस्मिन् स्थाने भिन्नपदं स्थापयति स्थापयिष्यति स्थाप्यति अग्रे भवत्या पठितं सम्बन्धं प्रतियोगितासम्बन्धः स्वरूपसम्बन्धः तत्सर्वम् इदानीम् आनयिष्यति. एतावता बुद्धं. तर्हि अग्रे रजतमहोदय पठति वा सम्प्रति. आम् महोदय. रामप्रिया भगिनी प्रश्नः अस्ति वा साधु वा? आम् न प्रश्नः नास्ति महोदय. पुनः एकवारं शृणोमि. ग्याप् अस्ति अत्र अत्र अहं लिङ्क् करोमि. अग्रे किञ्चित् सरलविषयः पुनः आगच्छति. तत्र भवती पठतु. इदानीं राजेन्द्रमहोदय पठति सम्प्रति. सम्प्रतिप्रकारस्य येन सम्बन्धेन भानं सः सम्बन्धो अपि प्रकारता अवच्छेदको भवति इति उक्तत्वात् विषयितानिरूपणे पूर्वोक्तसम्बन्धानां तत्र तत्र निवेशः कार्यः. एवम् अभावत्व अवच्छिन्ने युक्तत्वात् सम्प्रति अभावनिष्ठे इत्यादि न वक्तव्यं. तथा च वह्नित्व अवच्छिन्नप्रतियोगितासम्बन्ध अवच्छिन्न प्रकारता निरूप्यत विशेषता अवच्छिन्न अभावत्व अवच्छिन्न स्वरूपसम्बन्ध अवच्छिन्न प्रकारता निरूप्यत इत्यादि रीत्या पर्वतत्व अवच्छिन्न विशेषतानिरूपकं ज्ञानपरामर्शः इति फलितं. तथा च एतादृशज्ञाने व्याप्तेः पक्षसम्बन्धस्य च विषयत्वात् सङ्ग्रहः उक्तं लक्षणं सङ्गच्छते एव. दीर्घवाक्यानि शब्दाः सन्ति अत्र. प्रकारस्येन सम्बन्धेन भानं सः सम्बन्धः अपि प्रकारता अवच्छेदको भवति इति उक्तत्वात् प्रकारता येन सम्बन्धेन दृश्यते तेन सम्बन्धेन अपि प्रकारता अवच्छेदकः भवति. एवं महोदय. प्रकारतायाः अवच्छेद्यं भवति खलु प्रतियोगितासम्बन्धः निरूपितत्वसम्बन्धः स्वरूपसम्बन्धः इति तत्र तत्र भिन्नभिन्नसम्बन्धैः प्रकारतायाः अवच्छेदकः भवति इति उक्तत्वात् विषयितानिरूपणे पूर्वोक्तसम्बन्धानां तत्र निवेशः कार्यः. अतः यथा पूर्वस्मिन् परिच्छेदे ये प्रतियोक्तासम्बन्धस्वरूपसम्बन्ध निरूपितत्वसम्बन्ध इत्यादि ये सम्बन्धाः तत्र भिन्नभिन्न भिन्नभिन्नसोपानेषु आसन् तत्र तेषामपि निवेशः करणीयः तत्र पूर्वविषयितानिरूपणे. यथा विषयितानिरूपणं भवति तत्र तादृशसम्बन्धः अपि तत् निवेशः करणीयः. एवम् अभावत्व अवच्छिन्न छिन्नेत् युक्तत्वात् तत्त्वात् सम्प्रति अभावनिष्ठ निष्ठेत्यादि न वक्तव्यम्. अस्तु, इदानीम् अत्र यथा तदा तथा कुर्मः तत् अभावनिष्ठ आदि न वदनीयं, न वक्तव्यम्. अपि च केन सम्बन्धेन तत् अवच्छिन्नः भवति तस्य प्रयुक्तम् एव महोदय. सत्यम्. अतः पूर्वं पश्यतु 188 तमे पुटे अधोभागे दीर्घवाक्यमस्ति खलु, वह्नित्वा अवच्छिन्न प्रकारता निरूपित इति अस्ति खलु. आमाम्. अग्रे विशेषत्व अवच्छिन्न अभावत्व अवच्छिन्न अभावनिष्ठ इति न वक्तव्यम्. अभावनिष्ठ इति पदं पार्श्वे स्थापनीयम्. अभावत्व अवच्छिन्न अवच्छिन्न इत्युक्तत्वात् इति उक्तत्वात् अग्रे अभावनिष्ठ न वक्तव्यं. तस्य स्थाने किम् अग्रे अवच्छिन्न प्रकारता. हा, एकं अग्रिमवाक्यं पठतु. वह्नित्वा अवच्छिन्न आरम्भात् वह्नित्वा अवच्छिन्न. एकनिमिषं. तथा च वह्नित्व अवच्छिन्न प्रतियोगिता सम्बन्ध अवच्छिन्न प्रकारता निरूपित. तावदेव. एकं भागं स्वीकरोतु, सरलं भवति. अत्र वह्नित्व अवच्छिन्न प्रकारता इति आसीत् पूर्वं खलु. इदानीं अवच्छिन्न प्रतियोगिता सम्बन्ध अवच्छिन्न प्रकारः. प्रकारता इति पदस्य स्थाने प्रतियोगिता अवच्छिन्न इति वदति. यः कः सम्बन्धः अवच्छेदकः सम्बन्धस्य सः वदति प्रतियोगितासम्बन्ध अवच्छिन्न प्रकारता निरूपित. न केवलं प्रकारता निरूपित, प्रतियोगितासम्बन्ध अवच्छिन्न प्रकारता निरूपित. अभावत्व अवच्छिन्न स्वरूपसम्बन्ध अवच्छिन्न इदानीम् अत्र निवेशनीयम्. अवच्छिन्न प्रकारता निरूपित इत्यादि रीत्या पर्वत अवच्छिन्न विशेषतानिरूपकं पर्वत अवच्छिन्न विशेषतानिरूपकं ज्ञानं परामर्शः. पर्वत्व अवच्छिन्न विशेषता पर्वत अवच्छिन्न विशेषतानिरूपकं ज्ञानं परामर्शः इति फलितम्. अन्तिमभागः समानं, पूर्वं यदुक्तं समानं, किन्तु मध्ये सम्बन्धाः यत्र यत्र प्रकारता इति पदम् आसीत् 188 तमे पुटे, यत्र यत्र प्रकारता अस्ति तस्य स्थाने अमुकसम्बन्ध अवच्छिन्न प्रकारता इति वदति. अपि च महोदय, अत्र यः धर्मः अस्ति अभावत्व पर्वत्वत्व तत् अपि निवेशनीयम् अत्र सत्यं. तत्तु पूर्वमपि उक्तं खलु. आम् पूर्वमपि अस्ति पर्वतत्व अवच्छिन्न विशेषता तत्पूर्वमपि आसीत् 188 तत्रापि आसीत्. तस्मात् पूर्वं न आसीत्, 188 तमे पुटे अस्ति. तर्हि दीर्घवाक्यं सरला भगिनी वदति वा? आं महोदय. वह्नित्व इति आरभ्य वह्नी तस्मिन् अस्ति मुख्यप्रकारता, पर्वत अस्ति अस्माकं पक्ष, तस्मिन् अस्ति मुख्यविशेषता. सो मुख्यप्रकारता आरभ्य विशेषता निरूपकज्ञानं परामर्शज्ञानं तस्य दीर्घवाक्यं भवति. वह्निनिष्ठ वह्नित्व अवच्छिन्ना प्रकारता निरूप्यति. प्रतियोगितासम्बन्ध अवच्छिन्न, विशेषत्व अवच्छिन्न, अभावत्व अवच्छिन्न, स्वरूपसम्बन्ध अवच्छिन्न, प्रकारता निरूप्यति. विशेषत्व अवच्छिन्न, अधिकरणत्व अवच्छिन्न, निरूपतत्वसम्बन्ध अवच्छिन्न, प्रकारता निरूप्यति. विशेषत्व अवच्छिन्न, वृत्तित्व अवच्छिन्न, प्रतियोगिता सम्बन्ध अवच्छिन्न विशेषत्व अवच्छिन्न अभावत्व अवच्छिन्न स्वरूप सम्बन्ध अवच्छिन्न प्रकारता निरूप्यति विशेषत्व अवच्छिन्न धूमत्व अवच्छिन्न संयोग सम्बन्ध अवच्छिन्न पर्वतत्व अवच्छिन्न पर्वतनिष्ठ विशेषता निरूपक ज्ञानम् इति परामर्श ज्ञानम् इति अस्ति महोदय. इदानीं यदा यत् भगिनी उक्तवती तत्र सम्बन्धः तत्र योजितवती तावदेव किल? तत्र निकास्य यत्र प्रकारता पदम् आसीत् तस्य स्थाने अमुकसम्बन्ध अवच्छिन्न प्रकारता प्रतियोगितासम्बन्ध अवच्छिन्न प्रकारता अभावत्व अवच्छिन्न क्षम्यतां स्वरूपसम्बन्ध अवच्छिन्न प्रकारता निरूपितत्वसम्बन्ध अवच्छिन्न प्रकारता पुनः प्रतियोगितासम्बन्ध अवच्छिन्न प्रकारता पुनः स्वरूपसम्बन्ध अवच्छिन्न प्रकारता अग्रे संयोगसम्बन्ध अवच्छिन्न प्रकारत इति षड् तत्र प्रकारतायाः अवच्छेदकम् उक्त्वा पुनः दीर्घवाक्यं भवति. त्रीणि दलानि प्रकारतस्य अवच्छिन्न सम्बन्ध विशेषता अवच्छिन्न अभाव तस्य अधिकरण अभावत्व अभावत्व अवच्छिन्न प्रकारत इति एकस्य फार्मुला जानीमश्चेत् सर्वे सरलमेव भवति. किं राजेन्द्रमहोदय सरलमस्ति वा न वा? महोदय तत्र लिखतु यत्र वहनी अस्ति तस्य पार्श्वे प्रतियोगितासम्बन्ध तत्र लिखतु यत्र भवति स्वरूपसम्बन्ध यथा दत्तमस्ति तत्र सुलभं भवति. राजन् महोदय अस्ति वा? आम् आं महोदय. भवान् वक्तुमिच्छति वा दीर्घवाक्यम् एकवारम्? वह्नित्व अवच्छिन्न वह्नित्व अवच्छिन्न प्रतियोगिता सम्बन्ध अवच्छिन्न प्रतियोगिता सम्बन्ध प्रकारतानिरूपित निरूपित अभावत्व अवच्छिन्न एकनिमिषं मध्ये मध्ये विशेषत्व अवच्छिन्न इति वक्तव्यं. प्रकारतानिरूपित विशेषत्व अवच्छिन्न इति सर्वत्र अवच्छिन्न स्वरूपसम्बन्ध अवच्छिन्न प्रकारतानिरूपित निरूपित विशेषता अवच्छिन्न अधिकरणत्वं अधिकरणत्वम् अवच्छिन्न प्रकारता निरूपित सम्बन्ध अवच्छिन्न निरूपित सम्बन्ध अवच्छिन्न प्रकारता निरूपित विशेषता अवच्छिन्न वृत्तित्वम् अवच्छिन्न अवच्छिन्न अभा स्वरूप प्रतियोगिता प्रतियोगिता सम्बन्ध अवच्छिन्न प्रकारता प्रकारता निरूपित विशेषता अवच्छिन्न अवच्छिन्न अत्र अभावत्व अवच्छिन्न अत्र अभावत्व अभावत्व स्वरूपसम्बन्ध अवच्छिन्न प्रकारता निरूपित विशेषता अवच्छिन्न धूमत्व धूमत्व धूमत्व अवच्छिन्न धूमत्व अवच्छिन्न अत्र संयोगसम्बन्ध अवच्छिन्न स्वरूपसम्बन्ध महोदय संयोगसम्बन्ध खलु धूम संयोगसम्बन्ध अवच्छिन्न पर्वत्व अवच्छिन्न विशेषता ज्ञानं परामर्शः सरला अस्ति खलु महोदय? सरलमस्ति, भवतः सम्यक् उक्तं. तत् अहं एकवारं फार्मुला मनसि अस्ति चेत् सर्वं एव अस्ति. आमां किञ्चित् क्रमः अस्ति तत्र, मनसि यथा आगच्छति तदा प्रायशः किञ्चित् सरलं भवति. अस्तु, प्रश्नः अस्ति वा अस्मिन् परिच्छेदे? अस्तु, अग्रे इदानीं रामप्रिया भगिनी पठितुं शक्नोति इति मन्ये, यत्र यत्र धूम किन्तु विषयान्तरं भवति अत्र. अस्तु, पठामि. यत्र यत्र धूमः तत्र तत्र अग्निः इति साहचर्यनियमः व्याप्तिः. व्याप्तस्य पर्वत आदिवृत्तित्वं पक्षधर्मथा. सम्प्रति परामर्शे विषयीभवन्तौ पदार्थौ व्याप्तिपक्षधर्मथे मूलकारः निरूपयति यत्र यत्र धूमः इति. यत्र यत्र इति द्विरुक्त यत्र पदेन सर्वाणि धूमाधिकरणानि लभ्यन्ते. तत्र अग्निः इत्यनेन तेषु सर्वेषु धूमाधिकरणेषु अवश्यं वह्निः इति वह्निः अस्ति इति ज्ञायते. पक्षधर्मता विषये लक्षणवाक्यम् इति स्वीकरणीयं वा महोदय? प्रथमवाक्यं प्रथमवाक्यं किम् अस्ति? व्याप्तेः व्याप्तेः भिन्न पूर्वं साध्याभावे वर्तित्व अभावः इति व्याप्तिः पूर्वम् उक्तं खलु. पूर्वस्मिन् पुटे द्वितीयपरिच्छेदे साध्य अभाव अधिकरण वृत्तित्व अभावः एव व्याप्तिः. इदानीं भिन्नरीत्या उक्तं, पठतु. यत्र यत्र धूमः, यत्र यत्र धूमः तत्र अग्निः इति सहचर्यनियमः व्याप्तिः. व्याप्तिः इत्युक्ते यत्र यत्र धूमः अस्ति तत्र अग्निः अस्ति इति नियमः. सहचर्यनियमः इत्युक्ते वयम् अनुभवेन तद् ज्ञातुं शक्नुमः इति वा? अतः सहचार समानाधिकरणीयम्. अत्र सहचार इत्युक्ते समानाधिकरणीयमपि. तत्र आङ्ग्लभाषायां इन्वेरियबल् कान्कोमिटेन्स् इति वदति, सर्वदा समा मिलित्वा गच्छतः. तत्र व्याप्तिः अस्ति, तत्र धूमाग्नियोः साहचर्यनियमः, नियमेन समानाधिकरण्यं भवति एव इति व्याप्तिः. अग्रे पक्षधर्मता इत्युक्ते किं? व्याप्तस्य पर्वतादिवृत्तित्वं पक्षधर्मता. यद् व्याप्तिः इदानीं वयम् उक्तवन्तः तस्य पर्वत न व्याप्तेः न कस्य व्याप्यस्य व्याप्यस्य न व्याप्तस्य व्याप्यस्य व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता. पर्वतस्य अस्तित्वम् एव पक्षधर्मता. व्याप्यस्य इत्युक्ते अत्र वह्निधूमयोः मध्ये व्याप्यः कः? ओहो, वह्निधूमयोः मध्ये धूमः एव व्याप्यः. आम्, वह्निः व्यापकः इति अग्रे आगच्छति. व्याप्यः व्याप्यस्य धूमस्य पर्वते वृत्तित्वम् इत्युक्ते आधेयता वर्तते. वर्तते इत्युक्ते अधिकरण आधेयता इति भावः अस्ति. तदैव वृत्तित्वं वर्तते इति वक्तुं शक्नुमः. तादृशवृत्तित्वं यदस्ति धूमस्य पर्वते आधेयता अस्ति, तदेव पक्षधर्मता. हेतोः व्याप्यस्य पक्षे अस्तित्वमस्ति, वृत्तित्वम् अस्ति. यः अस्तित्वमस्ति, वृत्तित्वम् अस्ति, स एव पक्षधर्मता. खलु महोदय? पूर्वं यथा अस्माभिः पठितं पक्षधर्मता इत्युक्ते सम्बन्धः कः कः? सत्यम्, अत्र पक्षधर्मता कुत्र अस्ति? धूमे अस्ति, हेतौ अस्ति. यद्यपि संयोगसम्बन्धः द्विनिष्ठः खलु, आमामां पर्वते अपि अस्ति, किन्तु अत्र एकः अपरं निरूपयति, अधिकरणम् आदेयता निरूपयति खलु, निरूपितत्वसम्बन्धः यत्र अस्ति तथा सम्बन्धः अस्ति. यः व्याप्यः तस्य पर्वतादिपक्षे इत्युक्ते पक्षे वृत्तित्वं सा एव पक्षधर्मता, सा एव पक्षधर्मता. अस्तु अग्रे सम्प्रति. सम्प्रति परामर्शे विषयी भवन्तौ पदार्थौ व्याप्तिपक्षधर्मते मूलकारः निरूपयति यत्र यत्र धूमः इति. मूलकारः इत्युक्ते मूलग्रन्थे यद् निरूपणं भवति तदेव. सम्प्रति इदानीं परामर्शे विषयी भवन्तौ पदार्थौ, पदार्थौ इत्युक्ते द्वयः पदार्थद्वयमेव, धूमः अग्निः इति वा? न न, अग्रे उक्तं खलु, अग्रे पदार्थौ विषयी भवन्तौ पदार्थौ व्याप्तिपक्षधर्म, व्याप्तिः पक्षधर्मता. ते पक्षधर्मते इति नपुंसकलिङ्गं द्विवचनं खलु, द्विवचनं वनं वने वनानि पक्षधर्मते इति ज्ञानं ग्रन्थकारः निरूपयति कथं यत्र यत्र धूमः इति वदनेन ज्ञानद्वयं निरूपयति, व्याप्तिः पक्षधर्मता. यत्र यत्र इति द्विरुक्त द्विरुक्त यत्र पदेन सर्वाणि धूमाधिकरणानि लभ्यन्ते. अतः यदा सः यत्र यत्र इति वदति तत्र सर्वाणि धूम अधिकरणानि लभ्यन्ते. धूमः तस्य समानाधिकरण्यमेव अग्निः इति उक्तवान्. यान्यानि धूमकरणानि सन्ति तत्र सर्वत्र तानि सर्वाणि वह्नि अधिकरणानि अपि इति वक्तुमिच्छति. यानि धूम अधिकरणानि तानि सर्वाणि वह्नि अधिकरणानि अपि इति अग्रे प्रदर्शयति. अग्निवाक्यं पठतु. तत्र अग्नि इति अनेन तत्र अग्निः इत्यनेन तेषु सर्वेषु धूमाधिकरणेषु अवश्यं वह्निः अस्ति इति ज्ञायते. अस्तु, यदा अग्निः इति वदामः, तत्र अग्निः इति वदामः चेत् सर्वेषु धूमाधिकरणं यत्र यत्र अस्ति तत्र तत्र अवश्यं वह्निः अस्ति इति वयं ज्ञातुं शक्नुमः. सत्यम् इत्येव अस्ति खलु. इदानीं चित्रेण प्रदर्शयति. अग्रे लक्ष्मी भगिनी पठति वा? आं महोदय. अत्र इत्थं चिन्तयामः, वह्निभूमयोः अधिकरणानि तावत् गणयामः, जगति चतुष्षष्टिसङ्ख्याकानि एव अधिकरणानि सन्ति इति भावयामः, न हि तेषु सर्वत्र अग्निरस्ति, किन्तु चित्रे दर्शितरीत्या अष्टसु स्थलेषु वर्तते. धूमः कियत्सु स्थलेषु दृश्यते? वह्नेः यानि अष्टौ स्थलानि तेषु अपि पञ्चतेषु अपि पञ्चसु स्थलेषु वर्तते, न सर्वेषु. तेन इदं लभ्यते, धूमस्य सर्वेषु अधिकरणेषु वह्निः वर्तते. एवंविधः यः वह्नेः स्वभावः तत् व्यापकत्वम् इति उच्यते. धूमस्य यानि अधिकरणानि तत्र सर्वत्र वर्तमानत्वम् इति यावत्. अतः तत्र इत्यनेन वह्नेः स्वभावः व्यापकत्वरूपः निरूपितः भवति. अस्तु, अत्र चित्रे चतुष्षष्टिः चतुरष्टः सन्ति तत्र तत्र तत्र अष्टसु स्थलेषु वह्निः अस्ति, तेषु अष्टसु स्थलेषु पञ्चसु स्थलेषु एव धूमः अस्ति. अतः यत्र यत् वह्निः यानि अष्टौ स्थलानि तेषु अपि पञ्चसु स्थलेषु वर्तते, न सर्वेषु. अस्तु, धूमः धूमः अष्टसु स्थलेषु न वर्तते, केवलं पञ्चसु स्थलेषु एव. यत्र यत्र तेन इदं लभ्यते, धूमस्य सर्वेषु अधिकरणेषु वह्निः वर्तते एव. यत्र धूमः यत्र धूमः अस्ति, यस्मिन् अधिकरणे धूमः अस्ति, तत्र अवश्यं वह्निः अस्ति एव, तत्र वह्निः अपि वर्तते. अतः एवं विधः यः वह्नेः स्वभावः तत् व्यापकत्वम् इत्युच्यते. अत्र यत्र धूमः येषु अधिकरणेषु धूमः अस्ति तत्र अवश्यं वह्निः अपि अस्ति इति कृत्वा वह्निः एतत् स्वभावः एषः स्वभावः व्यापकत्वम् इति उच्यते. धूमस्य यानि अधिकरणानि तत्र सर्वत्र वर्तमानत्वम् इति यावत् धूमस्य अधिकरणानि तत्र सर्वत्र वर्तमानत्वं कस्य वर्तमानत्वं वन्येः वर्तमानत्वम् इति यत्र यत्र धूमः अस्ति तत्र वह्निः अपि अस्ति, वह्नेः वर्तमानत्वम् अस्ति इति आशा वाक्यस्य आशा. अतः तत्र इत्यनेन अतः तत्र इत्यनेन वह्नेः स्वभावः व्यापकत्वरूपः निरूपितः भवति. अस्तु, अत्र परिच्छेदस्य आरम्भे यत्र यत्र धूमः तत्र अग्निः इति अस्ति खलु, तत्र यस्मिन् लोके यत्रापि धूमः अस्ति तत्र अवश्यम् अग्निः अस्ति एव इति कृत्वा वह्निः स्वभावः व्यापकत्वरूपः इति निरूपितः भवति इति. अपि च त्रिषु स्थलेषु वह्निः अस्ति किन्तु धूमः नास्ति खलु, धूमः नास्ति. तर्हि वह्नेः अधिकदेशवृत्तित्वं खलु, अष्टसु स्थलेषु वह्निः अस्ति, तेषु पञ्चसु स्थलेषु धूमः अस्ति. तर्हि धूमस्य न्यूनदेशवृत्तित्वं खलु, व्यापकस्य अधिकदेशवृत्तित्वम् इति. अस्तु, प्रश्नः अस्ति वा महोदय? सत्यं प्रश्नः नास्ति, किन्तु अनुभवे वह्निः एकत्र अस्ति किन्तु धूमः सर्वत्र गच्छति इति कृत्वा तस्य एव अधिकदेशवृत्तित्वम् इति एकरीत्या वक्तुं शक्यते इति. अत्र तादृशदेशः नास्ति, केवलं स्पेस् इति नास्ति खलु, यत्र ओकेशन् येषु स्थलेषु वह्निः अस्ति धूमस्य स्पेस् अधिकम् अस्ति इति साधु प्रसारणं भवति धूमस्य. अत्र तादृशदेशः इति न विवक्षा. सत्यम्, अस्तु, तथा तदेव मनसि भ्रमः सर्वदा आगच्छति एतादृश किं वर्ड् चर्जरि. सत्यम्, अस्तु, अग्रे राजेन्द्रमहोदय पठति वा तादृशं व्यापकत्वम्? आम् पठामि. तादृशं व्यापकत्वं वह्नो ज्ञायते चेत् धूमस्य व्याप्यत्वं पूर्वोक्ता व्याप्तिः ज्ञातुं शक्या. कथं? पूर्वोक्तेषु चतुष्टयाम् अधिकरणेषु वह्निः अभावः अभावः अभाववन्ति यानि षट्पञ्चाशत् अधिकरणानि, तत्र सर्वत्र धूमोपि नास्ति। एवं च वह्नि अभाव अधिकरणेषु अवर्तनं तादृश अधिकरणनिरूपित वृत्तित्व अभावः धूमस्य स्वभावः अस्माभिः ज्ञातुं शक्यः। अस्तु महोदय, इदानीं पर्यन्तं तादृशं व्यापकतां वनः वयं पूर्वमपि अस्माभिः पठितं, तत्र वनः व्यापकत्वम् अस्ति, वनः धूमस्य च व्याप्यत्वम् अस्ति। यथा पूर्वोक्ता व्याप्तिः यथा वदामः, तद् धूमस्य अस्ति व्याप्तिः, व्याप्यत्वं वनः व्यापकत्वम् अस्ति, यथा महोदयेन इदानीमेव उक्तवान्। अत्र न्यूनदेशवृत्तिः अस्ति धूमस्य, अधिकदेशवृत्तिः वनः अस्ति। कथं ज्ञातुं शक्नुमः? अत्र पूर्वस्मिन् चित्रे तत् पूर्वोक्तेषु चतुष्ट्याम् अधिकरणेषु वह्नि अभावः चतुष्षष्ट्याम् अधिकरणेषु वह्नि अभाववन्ति, यानि षट् पञ्चाशत् अधिकरणानि। तस्मिन् चित्रे षट् पञ्चाशत् अधिकरणेषु तत् वह्नि अभावः न अस्ति, तत्र सर्वत्र धूमो अपि नास्ति। यत्र वह्नि अभावः अस्ति तत् षट् पञ्चाशत् अधिकरणेषु तत्र धूमः अपि नास्ति। एवं च वह्नि अभाव अधिकरणेषु अवर्तनम् तादृश अधिकरणनिरूपितवृत्तित्व अभावः धूमस्य स्वभावः। यथा वयं पूर्वमपि पठितवन्तः साधे अभाव अधिकरण वृत्तित्व अभावः, तथापि अत्रैव लिखितमस्ति तादृश अधिकरणनिरूपितवृत्तित्व अभावः, तादृशस्वभावः धूमस्य स्वभावः अस्ति, अस्माभिः ज्ञातुं शक्नुमः तत्र यत् वह्नि अभावः धूम अभावः वह्नि अभावः यस्मिन् अधिकरणेषु अस्ति येषाम् अधिकरणेषु सन्ति तत्र तानि अधिकरणेषु तत्र वृत्तित्व धूम अभावः अपि वर्तते, वृत्तित्व अभावः अस्ति, तादृशस्वभावः धूमस्य स्वभावः अस्ति, तत् वयं ज्ञातुं शक्नुमः। सम्यक्, प्रश्नः अस्ति वा? बुद्धं खलु, अष्टस्थलं विहाय, अष्टस्थलानि विहाय अन्यत्र सर्वत्र वह्निपि अस्ति धूमोपि नास्ति। तदेव अग्रे अग्रे उच्यते, अत्र सरला भगिनी पठति वा? तस्यैव आम् महोदय, तस्यैव स्वभावस्य व्याप्ति इति व्याप्यत्वम् इति वा संज्ञा निरूपित अयम् अर्थ अस्माभिः प्राक् विशदतया। एवं च यत्र यत्र धूम तत्र अग्निः इति सङ्ग्रहवाक्यं वह्निस्वभावं साध्यस्वभावं व्यापकत्वरूपं ब्रूते। धूमस्य हेतोस्वभाव व्याप्तिः अस्तु विपरीत आलोचनेन लभ्यते। तस्यैव स्वभावस्य यथा इदानीं महोदय उक्तवान् वह्न्याः अभाव अधिकरणेषु अपि व्याप्य धूमा अभावः अस्ति तत्र, तादृश अधिकरणे निरूपत वृत्तित्वाभावः अस्ति धूमस्य स्वभावः। सो यत्र साध्याभावः अस्ति तत् साध्याभाव निरूपितं तत् निष्ठ वृत्तित्वाभाव तत् धूमस्य व्याप्ति ज्ञानम् अस्ति, तस्यै स्वभावस्य व्याप्तिः इति व्याप्यत्वं वा संज्ञा। सो इति यदि व्याप्तिः अस्ति तस्मिन् भवति व्याप्यत्व इति तस्य स्वभावः भवति, व्याप्तेः स्वभावः भवति व्याप्यत्वम् इति संज्ञा भवति व्याप्ति। निरूपत अयम् अर्थः अस्माभिः प्राक् विशदते, पूर्वं वयं विस्तरेण दृष्टवन्तः विशेषणविशेषभाव कथं निरूप्य निरूपकभाव मुख्य प्रकारता वह्न्या आरभ्य आगच्छति तत्र वयं पूर्वमेव दृष्टवन्तः. एवं च यत्र यत्र धूम तत्र अग्निः इति सङ्ग्रहवाक्यं वह्निस्वभाव साध्यस्वभावव्यापकतरूपं ब्रूते. सो यत्र यत्र धूम इति वदति वह्निस्वभाव मीन्स् तत्र अग्निः इति मीन्स् यानि यावन्त अधिकराणि धूमस्य सन्ति तावन्त अग्नेः अपि साध्यस्वभाव अपि तत्र वर्तते. सो यावन्तानि अधिकराणि धूमस्य सन्ति तेषु अपि साध्य अधिकराणि तत्र एव सन्ति इति. यत्र यत्र धूम तत्र अग्नि सङ्ग्रह वाक्यस्य अर्थम् आगच्छति. सो तत् भवति साध्यस्वभावव्यापकत्वरूपम्. अतः साध्य मीन्स् वहनास्वभाव यदि अतिव्यापकत्वम् इति आगच्छति तत्र इति वदनेन. वयं जानीमः यत्र धूम तस्य न्यूनदृष्टि वृत्तिः अस्ति किन्तु साध्यस्य वृत्ति अधिकदेशवृत्तिः अस्ति. सो तद्भवति व्यापकत्वं यथा उपरि दृष्टवन्तः. धूमस्य हेतोस्वभाव व्याप्ति अस्तु व्याप्तिः इस्तु विपरीत आलोचनेन लभ्यते. इत्युक्ते यदि विपरीत आलोचने यदि वयं वदामः यत्र धूम यत्र वह्नि साध्याभावः अस्ति तत्र हेतो धूम अभावः अपि वर्तते विपरीतत्वेन यदि वदामः तत् अपि व्याप्ति इति सूचयति. यथा वयम् इदानीं दृष्टवन्तः साध्याभावः यत्र अस्ति तत्र धूमाभावः अपि अस्ति. किन्तु यत्र साध्याभावः इति धूमाभावस्य दृष्ट्या साध्याभावः न्यूनः भवति धूमाभावः अधिकः भवति अधिकं. साधु विपरीतेन रामप्रिया भगिनी स्वशब्दैः वदति वा किं बुद्धम् इति अत्र अत्र वा. अस्तु साध्य अभावः धूम अभावः विषये उक्तवती भगिनी. सर्वं बुद्धं वा किं सारांशः? न पूर्णतया न महोदय. किं चित्रं तु अवगतवती तत्र किम् अस्ति इति. अधिकदेशवृत्तित्वं न्यूनदेशवृत्तित्वं तत्सर्वं किञ्चित् अवगतम्. साध्यभावः धूमभावः अहं अवगतवती तत्र. एतत् परिच्छेदं पठतु. तादृशं व्यापकत्वं तादृशं व्यापकत्वं वर्णौ ज्ञायते चेत् धूमस्य व्याप्यत्वं पूर्वोक्ता व्याप्तिः ज्ञातुं शक्या. कथं? पूर्वोक्तेषु चतुष्षष्ट्याम् अधिकरणेषु वह्नि अभाववन्ति यानि षट् पञ्चाशत् अधिकरणानि तत्र सर्वत्र धूमो अपि नास्ति. तद् अवगतं. तत्र यत्र यत्र वह्निः नास्ति वह्नि अभावः अस्ति तत्र तत्र धूम अभावः अपि अस्ति. तद् अवगतवती. एवं च वह्नि अभाव अधिकरणेषु अवर्तनं तादृश अवृत्तित्वम् अनादयत्वम् अस्तु. वह्नि अभाव अधिकरणेषु अवृत्तित्वं तादृश अधिकरणनिरूपितवृत्तित्व अभावः धूमस्य स्वभावः अस्माभिः ज्ञातुं शक्यः. यत्र वयं वह्नि अभाव अधिकरण वह्नि अभाव ओ तादृशरीत्या यदा पश्यामः चेत् तत्र वयं वृत्तित्व अभावः धूमस्य स्वभावः अपि वयम् अवगन्तुं शक्नुमः. वृत्तित्व अभावः इति धूमस्य स्वभावस्य विशेषणरूपेण दत्तमस्ति किल. धूमस्य वृत्तित्व अभावः कुत्र अस्ति? यत्र वह्नि अभावः नास्ति. वह्नि अभावः अस्ति, वह्नि अभावः येषु अधिकरणेषु साध्य वह्नि अभावः अस्ति तेषु अधिकरणेषु धूमस्य वृत्तित्व अपि अभावः अस्ति. सत्यं धूमः अपि तत्र नास्ति. धूमस्य अवर्तनम् अवृत्तित्वम् अनस्तित्वम् इति धूमस्य स्वभावः. स्वभावः तस्यैव स्वभावस्य व्याप्तिः इति व्याप्यत्वम् इति वा संज्ञा. ओ अस्तु. तस्य स्वभाव धूमस्य स्वभावः इति यद् वदामः तस्य संज्ञाद्वयम् अस्ति. व्याप्तिः इति एका संज्ञा, व्याप्यत्वम् इति अपरा संज्ञा. निरूपितश्च अयम् अर्थः अस्माभिः प्राक् विशदतया पूर्वमेव वयम् एतत् निरूपितवन्तः स्पष्टतया. दीर्घवाक्यं सर्वं पठितवती खलु. ओ तदेव अस्तु. एवञ्च यत्र यत्र धूमः तत्र तत्र अग्निः इति सङ्ग्रहवाक्यं वह्निस्वभावं साध्यस्वभावं व्यापकत्वरूपं ब्रूते. अतः यदा वयं यत्र यत्र धूमः तत्र तत्र तत्र अग्निः इति यद् वाक्यं स्वीकुर्मः चेत् तत्र वह्निः स्वभावः वह्नेः स्वभावः तस्य एव अपरनाम साध्यस्वभावः इति. अस्तु. व्यापकत्वरूपं ब्रूते. व्यापकत्वम् इति तु स्वभावस्य अपरा संज्ञा अस्ति. तदेव धूमस्य स्वभावस्य व्यापकत्वं व्यापकत्वम् इति वह्नेः स्वभावः. अस्तु. वह्नेः एव साध्यस्वभावः व्यापकत्वस्वभावः इति नाम. धूमस्य धूम स्वभावः तु व्याप्यत्वस्वभावः अथवा व्याप्तिः इति. तर्हि यत्र यत्र धूमः तत्र तत्र इति वाक्यं वह्निस्वभावं सूचयति. किन्तु अधिकरण साध्य अधिकरणनिरूपितवृत्तित्व अभावः इति व्याप्तेः हेतोः स्वभावं सूचयति. यतोहि अग्निः व्यापकः. यत्र अग्निः यत्र धूमः तत्र अग्निः भवेत् वह्निः भवेत्. अग्निः व्यापकः, धूमः व्याप्यः. वह्नि अभावश्चेत् धूमाभावः अपि. तत्र 56 स्क्वेर् तत्र अष्टस्थलान् विहाय अन्यत्र सर्वत्र वह्नि अभावः अपि च धूमाभावः खलु. तर्हि समानवाक्यम् अर्थः समानम्. एकं वाक्यं व्यापकत्वं सूचयति, एकं वाक्यं व्याप्यम् इति स्वभावं सूचयति. तथैव इदानीम् अवगतम्. प्रश्नः अस्ति वा कस्यापि? लक्ष्मी भगिनी सम्यक् वा? समीचीनं महोदय. अस्तु. कस्यापि प्रश्नः नास्ति चेत् समयः अभवत् किञ्चित् स्थापयितुं शक्नुमः. अस्तु महोदय. अस्तु. धन्यवादः. धन्यवादः. शुभरात्रिः. धन्यवादः. धन्यवादः. शुभरात्रिः.